क्षम्यताम्। नमस्सर्वेभ्यः। अस्माकं षोडशतमभाषितं संस्कृतं वर्गं प्रति स्वागतं। यथा प्रकारः आदौ ध्येयमन्त्रः, तत्र आर् विजयकुमार् महोदय। नमस्ते भगिनि। हा, इदानीं दृश्यते। ॐ सहना भवतु, सहनो भुनस्तु, सह वीर्यं करवावरे, तेजस्विनीधास्तु मां विद्युषावरेः। ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय। तर्हि गतवर्गे वयं तृतीयाविभक्तेः परिचयं कृतवन्तः। अद्य किञ्चित् अभ्यासं कुर्मः। लास्ट् इन् द लास्ट् क्लास् वी गाट् इन्ट्रोड्यूस्ड् टु द थर्ड् केस्, देट् इस् द इन्स्ट्रुमेण्टल् केस्. एण्ड् टुडे वाट् वी डू इस् वि विल् डू सम् एक्ससैजस् आन् द सेम् थिङ्ग्, सो देट् अवर् लर्निङ्ग् इस् क्रिस्टलैज्ड्. कविता भगिनी आगच्छतु। नमस्ते भगिनि। नमस्ते। तर्हि तत्र शब्दः तु किम् आवरणे अस्ति, तृतीया विभक्ति तस्य शब्दस्य एव वदनीयं। पठतु। तृतीया विभक्ति अभ्यासः। अहं कागदं कर्तयामि। तर्हि केन अथवा कया कर्तयामि? कागदम् इस् पेपर्। क्षम्यतां, कागदम् इस् पेपर्। कर्तयामि इस् कट्, अहं यु नो. कर्तरी इस् सिज़र्स्, कर्तरी. अच्छा, अहं कागदं कर्तयामि. ऐ कट् द पेपर् वित् सीज़र्स्. हा, वित् सीज़र्स्. नौ कर्तरी, यु हेव् टु पुट् इट् इन् द इन्स्ट्रुमेण्टल् केस्, जस्ट् लैक् वि डिड् फार् नदी, वि सेड् नद्या. सो फार् कर्तरी इट् शुड् बि कर्तर्या. दिस् इस् वाट् यु हेव् टु से. कर्तरी इस् प्रथमा विभक्ति, it is the subject. But here this word, that is the pratipadikam, we are taking it and we are going to say we cut with the scissors. I cut paper with the scissors, with the scissors. So instrumental case. Now this you have to make it third vibhakti. Third vibhakti instrument. Aham kartarya uttam kartarya kartarya kagadam कर्तयामि. अहं कर्तर्या कागदं कर्तयामि, और् कर्तर्या अहं कागदं कर्तयामि. अग्रे करोतु. अहं तालम् उद्घाटयामि. ऐ ओपन् द लाक्. यस्, वित् वाट्? अहं वित् वाट्? Now, kunchika, you can't tell kunchika by itself, because in English you tell with the, so you have to do the third vibhakti, malavat. Yes, malavat. Aham talam kunchika byam udghatayami, is that? Naiva. Kunchika ya, mala, if you look at the word mala, malaya, so kunchika ya. अहं तालं कुञ्चिकया उद्घाटयामि. इदानीम् अग्रे करोतु. अहम् उट्टङ्कनं करोमि. उट्टङ्कनं उट्टङ्कनयन्त्रम् इस् टैप् टैप्रैटर् टैप्रैटर् यस् यस् अहम् उट्टङ्कनयन्त्रया उट्टङ्कनं करोमि. नाट् यन्त्रया. वै यु नाट् यन्त्रया? बिकास् दिस् इस् नाट् अ स्त्रीलिङ्गपदम्, दिस् इस् अ नपुंसकलिङ्गपदम्. नपुंसकलिङ्गं तृतीया विभक्ति फालोस् द सेम् सेम् पेटर्न् एस् द पुंलिङ्ग् शब्दः. फ्रोम् द थर्ड् विभक्ति आन्वर्ड्स् अप् टु द सेवेन्त् विभक्ति द नपुंसकलिङ्गपदं फालोस् द सेम् पेटर्न् एस् द पुंलिङ्गशब्द. सो पुंलिङ्गशब्द सो वनम् वनम् इव वनम् उट्टङ्क नो नो द सेम् वे लैक् वनम् उट्टङ्कनयन्त्रम् इस् अ नपुंसकलिङ्गं. सो वट् इस् द तृतीया विभक्ति आफ् वनम् आफ् वन प्रातिपदिकं वन यन्त्रेण उट्टङ्कनं करोमि. यन्त्रेण यन्त्रेण. यु अण्डर्स्टुड् रैट्? सो देट् इस् हौ. यस् यस् अग्रे. धन्यवादः. और् मोर् चिन्ता मोर् न न आर् विजयकुमार् आर् विजयकुमार् महोदय. आर् विजयकुमार् महोदय. अहं सीवानां करोमि. सीवनं करोमि. अहं सीवानयन्त्राय सीवनं करोमि. नैव नैव. सीवनयन्त्रेण. सीवनयन्त्रेण. Because it is a napumsakalinga shabda hasti kina, so it follows the same pattern as Rama. Agre karo tu. Aham sancharam karomi. Aham vimanena sancharam karomi. Uttama. Agre. Aham shushma vastuni pashyami. Aham सूक्ष्मदर्शनेन सूक्ष्मदर्शकेन अहं सूक्ष्मदर्शकेन सूक्ष्मवस्तूनि पश्यामि. पुनरेकवारं वदतु. अहं सूक्ष्मदर्शकेन सूक्ष्मवस्तूनि पश्यामि. सूक्ष्मवस्तूनि इस् मैक्रो आर्गानिज़म्स् ओर् मैक्रो थिङ्ग्स् and sukshma darshakam is a microscope. Agre karoto. Aham kesha prasadanam karomi. Aham kantikata. Now first you have to tell me, one minute. Kankatika, is it a pumling shabda ha, napumsakalinga shabda ha, or striling shabda ha? Napumsakalinga. नैव नैव महोदय. नो नो नो. ऐ थिङ्क् यु विल् हेव् टु गो थ्रू द स्लैड्स् एण्ड् द आडियोस् एण्ड् वीडियोस् महोदय. बिकास् एनिथिङ्ग् देट् एण्ड्स् वित् आ जनरलि इस् जनरलि इस् अ स्त्रीलिङ्गपदं. सो यु हेव् टु कान्जुगेट् दिस् लैक् माला. यु हेव् टु कान्जुगेट् दिस् लैक् माला. वट् इस् द थर्ड् विभक्ति आफ् माला? We did it just now, Kunchika, the same way as Kunchika. Malaya. So, Malaya. Malaya. So? Malaya. Malaya. So now, how do the same thing with this one? Kandikaya. Kankatika. So, Kankatikaya. Kankatikaya. Kankatikaya. So first you have to identify. केशव प्रसाधनं करोमि. देट् मीन्स् ऐ कोम् मै हेर् वित् द कोम्, यूसिङ्ग् अ कोम्. नौ यु हेव् टु रिमेम्बर् द रूल्स्. फस्ट् फैण्ड् औट् वाट् इस् द लिङ्गम् एण्ड् देन् द वचनम् आल्सो, बिकास् ऐ हेव् यूस्ड् ओन्ली एकवचनं टु मेक् इट् ईजियर् फार् दिस् क्लास्. एण्ड् देन् यु हेव् टु फैण्ड् औट् द वर्ड् देट् इट् फालोस्. लैक् फार् एक्साम्पल् आकारान्त, सो इट् हेस् टु फालो द माला वर्ड्. देन् यु डू द माला मेण्टलि मालया एण्ड् देन् यु डू दिस् वन्. ओके. Now we'll go through the others, that time you can pay attention. Namaste, Priya Bhagini. Namaste. अस्तु सीमा भगिनी सीमा भगिनी वक्तुमिच्छति किं भगिनी ऐ ट्राय या पठतु अहं प्रयाणं करोमि लोकयानम् इस् लैक् फलं करेक्ट् What is the third vibhakti of phalam? What is the third vibhakti of phalam? Lani. Like Rama only because... No, no. Third vibhakti, not the vachana. Ramena. So phalena. Phalena. So lokayanena. Aham lokayanenam prayanam karomi. Lokayanenam. Aham lokayanenam. लोकयानेन अहं प्रयाणं करोमि नौ जस्ट् एस् वि डिड् कर्तरी लैक् देट् ओन्ली दूरवाणी इट्स् लैक् नदी नदी Like how we did kartari, kartariya, nadi, nadya. So, ikaranta. So, aham sambhashanam karomi, aham duravanya sambhashanam karomi. So, duravanya aham sambhashanam karomi. Next one. Agree? Vichakrika. Aham vidyalayam gachami. This is Mala now. Ah, uttamam. So, aham dvi chakrikaya vidyalayam gachami. Ha, so you should remember that the ka becomes ka. So, dvi chakrikaya, mala, malaya. Okay, kunchika, kunchikaya. So, dvi chakrikaya. Kaya vidyalayam gachami. धन्यवादः अग्रे विजयपङ्के महोदय नमस्ते भगिनि नमस्ते पठतु महोदय महोदय पठतु आं भगिनि अहम् अक्षराणि लिखामि लेखन्या अहम् अक्षराणि लिखामि उत्तमम् अहं चित्राणि लिखामि कुर्चेन अहं चित्राणि लिखामि उत्तमम् स्यूतेन अहं वस्तूनि आनयामि उत्तमं धन्यवादः महोदय तत् विशालाक्षी भगिनी सो फार् दोस् हू मे नाट् बि अवेर् कूर्चः इस् ब्रश् ओवर् इट् मीन्स् पेण्ट् ब्रश् बिकास् चित्राणि इस् टु पेण्ट् ओके Lekhani, of course, everybody knew. Syutaha is bag. Astu, Vishalakshi Bhagini? Aham Tulaya Vastuni Tolayami. Uttamam. So, not Tulaya, you have to say Tulaya. Because it is Tulaya. Not Tulaya, I thought Tulaya. Tulaya. No, no, no, not Tulaya. Like I said, Mala, Malaya. Kunchika, okay, Kunchikaya. Dvichakrika, okay. Dvichakrikaya. Okay, okay. Danta Kurchaha. Okay. अहं दन्तकूर्चेन दन्तधावनं करोमि. उत्तमम्. इदानीं नौ ऐ हेव् टोल्ड् यु इवन् फार् भाव फार् एक्स्प्रेसिङ्ग् आफ् अट्राक्ट् फीलिङ्ग् आल्सो वि यूस् तृतीया विभक्तिः. माता क्रोधेन बालकं ताडितवती. उत्तमं. क्रोधेन. अग्रे दिस् इस् नपुंसकलिङ्गं. निर्धनः कष्टमेव धनं सम्पादयति. सो वनं बिकम्स् वनेन. कष्टेन. ओके. Just as for the pumling shabdah, you remove the visargah, and for mala, you remove the a. Like that only, you remove the anuswara. Okay, okay. Okay. Uttamam. Dhanyavada. Dhanyavada. Dhanyavada. Namaskaram, Bhagini. Namaste. Vyagram. Vyagram. Vyagram. Vyagram. Sorry. Tiger. Vyagram. Drishtva. पान्तः भयेन कम्पते स्म. उत्तमं. पान्तः द ट्रावेलर्, द पर्सन् आन् द पाथ्. मरणवार्ता श्रुत्वा सा दुःखेन रोदनं कृतवती. उत्तमम्. अग्रे. भवान् यत् करोति तत् आनन्देन करोतु. उत्तमम्. सो दिस् इस् जस्ट् फार् प्राक्टिस्. वी विल् डू सम् मोर् एण्ड् फार् होम्वर्क् मे बि वी केन् यूस् द प्लोरल् फार्म्. अस्तु भगिनि, धन्यवादः. परन्तु भवती एव तिष्ठतु अत्र. अहम् अत्र अग्रिमम् अंशं करिष्यामि. अस्तु, किञ्चित् पुनःस्मरण स्मरणरूपेण पठतु भगिनि, यशस्विनी भगिनि. मम नाम गोपाला. मम नाम गोपालः. गोपालः. गोपाल. मम नाम सीता. क्षम्यतां भगिनि, गोपाल. क्षम्यतां भगिनि, गोपाल न वदनीयं, गोपालः इति. गोपालः. भवतः नाम किम्? भवतः नाम किम्? भवतः नाम रावतः. भवतः नाम नो भवतः भवतः नाम किम्? भवत्याः मम नाम मम नाम रामः. बिकास् इट् इस् भवतः भवतः भवत्याः नाम किं? मम नाम सुचिता. सुचित्रा. अस्तु, चिन्ता मास्तु. अग्रे पठतु. अहम् ऐ भवान् यु मास्क्युलिन् भवती यु फेमिनिन् अहं बालः. किमर्थम् अत्र चित्रं पश्यतु चित्रं. अहम् इदं मेल् न अहं इस् दिस् अ मेल् Okay, if it is a male, then it is correct. So I thought female. She is a female. Like a female to okay. Me. Yeah. Acha. Acha. Aham bala. Bala. Astu bala. Vriddha asti. Astu. Aham agre. Agre. Bhavan. Bhavan saha. Aham, can we say with the name also, like Aham Ramaha? Yes. Aham. Yes. Huh? Yes. Astu yes, yes. You can tell that way also. You can even tell with your profession also. Aham Shikshika. Aham Shishyaha. That way also you can tell. Hmm? So you can use any Nama Pada over there. Hmm? Astu Bhagini. So if the table is, if the chair is talking, it can say Aham Asandaha. Because it has, the things have gender, etc. In Sanskrit. Bhavan kaha aham bharatah bhavati ka aham bharati bharati. Dhanyavadah bhagini. तत्र विशालाक्षि भगिनी आगच्छतु. पठतु. आसन्दः चेर् उत्पीठिका टेबल्. आसन्दः अस्ति वा? आम् आसन्दः अस्ति. अग्रे गेट् इट् इन्. उत्पीठिका अत्र अस्ति वा? उत्पीठिका मीन्स् वाट्? उत्पीठिका मीन्स् वाट्? अत्र पश्यतु. उत्पीठिका. उत्पीठिका तत्र अस्ति. नौ यु टेल् नो इट् इस् नाट् हियर् इट् इस् देर् समवेर् एल्स् वि डिड् इन् द लास्ट् क्लास् इफ् यु केन् रिमेम्बर्. नैव, उत्पीठिका नास्ति, अन्यत्र अस्ति. उत्तमम्. पठतु. पुरुषः मेन्, स्त्री वुमन्, ध्वज फ्लाग्. ध्वजः फ्लाग्. तत्र ध्वजः अस्ति वा? ध्वजः अस्ति. आम् ध्वजः अस्ति. कुत्र अस्ति ध्वजः? ध्वजः तत्र अस्ति. उत्तमं, धन्यवादः भगिनि. धन्यवादः. अग्रे तत्र विजयशङ्की महोदय. नमस्ते भगिनि. नमस्ते. पठतु महोदय. भगिनि, ऐ कान्ट् सी द स्क्रीन्. यु कान्ट् सी द स्क्रीन्? नाउ नाउ इट इज ऑन. द्वारं, डोर्. ट्रम्प् महोदयः कुत्र अस्ति? Should I tell the answer? Yes. ट्रम्प् महोदयः कुत्र अस्ति? ट्रम्प् महोदयः अस्ति, परन्तु चित्रे अस्ति किम्? आम् आम् भगिनि, चित्रे अस्ति किम्? चित्रे अस्ति वा? नै, ट्रम्प् चित्रे नैव, चित्रे नास्ति खलु. किल इस् नाट् देर् इन् द पिक्चर्. चित्रे कः अस्ति? चित्रे कः अस्ति? ओबामा महोदयः अस्ति. अस्तु, अग्रे अग्रे पठतु. वृक्षः, ट्री, पुष्पं. तत्र वृक्षः अस्ति वा? नैव, वृक्षः नास्ति. अस्ति किल, तस्य पृष्ठः भागे ओबामा महोदयस्य तत्र पुष्पम् अस्ति वा तत्र I can't see the flowers. Is there? So, vadatu? No, no, no. So, pushpam asti va? Naiva. Pushpam, pushpam nasti. Nasti. Pushpam kutra asti? Pushpam anyatra asti. Anyatra asti. Dhanyavada. Vayuhu kutra asti? Vayuhu sarvatra asti. Uttamam. Dhanyavada. Dhanyavada. धन्यवादः सीमा सीमा भगिनी पठतु भगिनी पुष्पं नो पत्रम् अस्ति वा आं पत्रम् अस्ति कुत्र अस्ति पत्रम् आन् द टेबल् You tell it's there, no problem. We have not yet done the seventh vipassati. Toyam naiva, toyam nasti. Nasti. Anyatra asti. Nasti iti vadaniyam, nasti naiva, nasti. Toyam na asti. Na asti or nasti, to make it easier. Akashaha asti va. Akashaha. अस्ति आम् आकाशः कुत्र अस्ति दट् वैट् थिङ्ग् अराउण्ड् सर्वत्र अस्ति सो आकाशः सर्वत्र अस्ति इदानीं नौ सम्बोधनम् इस् टु काल् औट् टु पीपल् एण्ड् टु अट्राक्ट् द अटेन्शन् टु एक्चुलि Hey Ram, the way we say. So, it is the, you can call it the eighth case, but it is not referred to as a case generally. But it is put along with the Vibhakti, so we can say it is the eighth one. And in many books, it is given as the second one. But it is not the second Vibhakti, it is a Sambodhanam form. So, the way we do it is for Pumlinga Shabdas, we take out the Visargaha and we say, Hey Ram, Hey Ramaha. हे कृष्ण फॉर स्त्रीलिंग आकारांत वर्ड्स वी से माला वी हे माले वी से आई एम गिविंग द इंपॉर्टेंट वन्स नदी ईकारांत स्त्रीलिंग वर्ड्स वी से नदी हे नदी इट बिकम ह्रस्व एंड फॉर नपुंसक लिंग शब्द इट बिकम्स लाइक Pumling only, so Rama. And what we need to remember in this Sambodhanam form is that only the Ekvachanam form changes in most cases, but the Dvivachanam and the Bahuvachanam forms remain the same. So, if I'm addressing one Rama, I will say, Hey Rama, after taking out the Visarga. But if I'm addressing two Ramas, then Rama is the Dvitiya Vibhakti Prathama Dvitiya Vachanam Prathama Vibhakti. It remains the same for Sambodhanam. So if I want to call out to two Ramas, I will say, Hey Rama. If there are many Ramas and I want to call out to all of them, I will say, Hey Ramaha. So Ramaha, Rama, Ramaha becomes Hey Rama, Hey Rama, Hey Ramaha. Okay, that is just as introduction. Astu, Bhagini Patatu Idanim Seema Bhagini. रामः हे राम हे राम कृष्णः अग्रे कृष्ण हे कृष्ण अस्तु धन्यवादः भगिनि तत्र आर् विजयकुमार् महोदय कृष्ण हे कृष्ण हे कृष्ण कृष्ण ओके देट् इस् नाट् ओवर् हियर् दिस् या देट् वास् just for padhatu mahoday mahoday R. Vijay Kumar mahoday krishna कृष्ण अभवत् फलं फलम् इदानीं फलं सो यु रिमूव् द म एण्ड् यु से हे फल हे फल द्विवचनं हे फलो हे फला फले फले नैव नैव हे फले बिकास् दिस् इस् नपुंसकलिङ्गं सो वनं वने वनानि फलं फले फलानि फलं फले फलानि सो हे फल हे फले हे फलानि ओके ओके महोदय हे फले हे फलानि हा अग्रिमं करोतु मित्रं हे मित्रे हे मित्र आदौ हे मित्र एकवचनं हे मित्राणि ओके ओवर हियर देयर इज अ रूल फॉर वी हैव नॉट डन इट येट इट्स लॉन्ग टाइम टू पठतु इदानीं हरे राम राम राम हरे हरे हरे कृष्ण कृष्ण कृष्ण हरे हरे सो वदे हरि over there hari the sambodhanam for hari is hare hari astu dhanyavadah mohode tatra kavita bhagini kshamyatam priya bhagini kshamyatam priya bhagini hey bhagini patadu bhagini not able to see bhagini अस्तु भगिनि ऐ डोण्ट् नो या नौ इट् इस् विसिबल् भगिनि वक्रतुण्डमहाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकारेषु सर्वदा सो ओवर् दिस् इस् अ वेरि कामन् वन् सो देर् इस् नो नीड् टु रीड् द मीनिङ्ग् ऐ एम् श्योर् एव्रिबडि नो सो over here so his ganesha's name is vakratundah but we are calling out to him vakratunda then mahakayah is the description you can say or you can say that it is another name for him and we are saying hey mahakaya suryakoti samaprabha there it is a bahuvrihi samasa so I cannot hear you there. You cannot hear me Now we can hear. Oh, so that, I'll repeat it, no problem. So Vakratundaha is another name for Ganesha, Mahakayaha, Suryakoti Samaprabhaha is another name and we are calling out to him. All these are in the vocative case or Sambodhanam form, okay, Deva, Astu. सीते सीताः हे सीते हे सीते आम् हे Okay, you understood, as everybody understood, here they have given the breakup just to show you how an Akaranta Striling Pada should be broken up to get the Sambodhanam form. Okay, so Sita becomes Sita. A, and you add A, you remove the A and it becomes Sita. Ekavachanam. Dvivachanam and Bahuvachanam will remain the same. Always, no exceptions at all. Dvivachanam and Tritiya Vibhakti, in all the genders, it will remain the same as Prathama Vibhakti. Astu, agrimam karatu, Bhagini? Aam, Bhagini. Radhe, so Rad, A, E. He Radhe, हे राधाः उत्तमं माला माला माले मालाः हे माले हे माले हे मालाः धन्यवादः भगिनि तत्र का अस्ति कविता भगिनि नमस्ते गौरी तत् हे गौ एकनिमिष भगिनि अत्र गौरी अस्ति गौरी सो वाट् दे हेव् डन् ब्रोकेन् अप् एस् गौर् ई एण्ड् इन्स्टेड् यु रिमूव् द ई द दीर्घ ई एण्ड् यु एड् अ ह्रस्व ई सो वेन् यु आर् कालिङ्ग् औट् टु गौरी यु विल् नाट् से हे गौरी यु विल् से हे गौरी हे गौरी अस्तु हे गौरी हे गौरी हे गौ ईकारान्त स्त्रीलिङ्ग सो गौर्यौ नदी नद्यौ नद्यः हे गौरी हे गौरी हे गौरया हे गौरी हे गौर्यौ नद्यौ नद्यः हे गौर्यः देव ईकार इस् रिप्लेस् बै हर्स्व इ हे देवी अम्बा अम्बा आकारान्त इस् रिप्लेस् बै अकार सो हे हे अम्बे हे अम्बे हे अम्बाः उत्तमम् सम्बोधनं गङ्गे च यमुने चैव गोदावरी सरस्वती नर्मदे सिन्धु कावेरी जलस्मिन् सन्निधिं कुरु जलेस्मिन् So there it is actually Ganga Nadi. So you're saying Ganga becomes Gange, Yamuna becomes Yamune, Godavari becomes Godavari, Saraswati becomes Saraswati. And so. So when you're telling the mantra now, Shloka rather, you can know that now you're using the Sambodhanam form, if you didn't already know it. Dhanyavada. धन्यवादः तत्र यशस्विनी भगिनी सरस्वती नमस्तुभ्यं भगिनी नौ यु हव् टु टेल् यु हव् टु रिमेम्बर् दट् सरस्वती इफ् यु टेल् इट् विल् बि प्रथमा विभक्ति बट् यु हव् टु टेल् सरस्वती वै बिकास् सम्बोधन ती यु शुड् नाट् से ती सरस्वती सरस्वती नमस्तुभ्यं वददे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा सिद्धिर्भवतु मे सदा विच् आर् द वर्ड्स् विच् आर् सम्बोधनं सरस्वती वरदे कामरूपिणी सो वरदे द प्रथमा विभक्ति वरदा वन् हू गिव्स् वर इस् बून्स् वरदा इस् वन् अ फीमेल् हू इस् गिव्स् बून्स् वरदः वुड् बी अ मेन् सो यः वरदे बिकास् इट् इस् वरदा सिमिलर्ली कामरूपिणी वेरि ब्यूटिफुल् कामरूपिणी द नो इट् इस् द इकारान्त शब्दः कामरूपिणि. अग्रिमं पठतु. नौ वि आर् कमिङ्ग् टु अ जस्ट् क्षम्यतां भगिनि. नौ वि आर् कमिङ्ग् टु द नौ सेवेन्त् वि आर् फिनिश्ड् नाट् सेवेन्त् सारी सम्बोधनं वि आर् फिनिश्ड्. नौ वि आर् कमिङ्ग् टु द सिक्स्त् विभक्तिः षष्ठीविभक्तिः अपि च हियर् इट् इस् पोसेसिव्. इट् इस् यूस्ड् इन् द पोसेसिव् सेन्स्. हूस् बुक्? दर्शनाज् बुक्. सो over here it will become darshanayah sixth vibhakti. whose book? Rama's book. So Rama with an apostrophe s over here. Okay, we are coming to that sixth vibhakti now, shashti vibhakti. Astu patatu idani bhagini. Ramah asti dhanuva asti ramasya dhanu shamitam bhagini. Yeah, dhanuhu asti ramasya dhanuhu. The bow belongs to Ram. Ramasya baanah. The arrow belongs to Ram. Karo to bhagini. Shashti. Which one? Krishna. कृष्णः अस्ति वा आदौ अत्र शीर्षकस्य पठनमपि करोतु. षष्ठीविभक्तिः सिक्स् नौन् डिक्लेन्श्मेण्ट् पोसेसिव् केस्. कृष्णः अस्ति वा वेणुः अस्ति वा वेणुः कृष्णस्य फ्लूट् फ्लूट् वेणुः वेणुः सोरि वेणुः अस्ति वा कृष्णस्य वेणुः. कस्य वेणुः? कृष्णस्य पत्निका नैव कृष्णः नैव कृष्णस्य वेणुः. No, no, no. Bhagini, Bhagini. Krishna'sya patnika. What is the meaning of that? Is it, is the flute, who is Krishna's wife? Achha, sorry. Ah, who is Krishna? Krishna'sya patnika. Yeah. So, Rukmini. Kasya venu. Kasya. Kasya venu. So, you would answer the question. Answer the question. Give the answer in Sanskrit. कस्य वेणुः? कस्य वेणुः? कृष्णस्य वेणुः. कृष्णस्य पत्नी का वदतु? हु इस् कृष्णास् वैफ्? संस्कृतं कृष्णस्य पत्नी रुक्मिणी. रुक्मिणी, उत्तमं. रुक्मिणी. सो दिस् पुंलिङ्ग, हौ इट् इस् फार्म्ड् इस् you remove the visargaha and you put sya, ramasya. And the napumsak linga words also will follow the same pattern, because from the tritiya vibhakti onwards pumlinga and the napumsaka linga forms of declension are the same. Astu patatu bhagini. ramasya क्षम्यताम्. एक्स्क्यूस् मी, सोरि. अस्तु, धन्यवादाः भगिनी. अग्रे धन्यवादाः. का अस्ति? विशालाक्षी भगिनी, आगच्छतु. या आं भगिनी, पठतु. नाट् कमिट्. हा, वृक्षः वृक्षस्य. सो वृक्षः इस् द प्रथमा विभक्तिः एण्ड् वृक्षस्य इस् द षष्ठी विभक्तिः. ओके, ओके. वृक्षः प्रथमा विभक्ति, वृक्षस्य षष्ठी विभक्ति. षष्ठिः षष्ठी षष्ठी नास्ति तत्र, षष्ठी अस्ति. अस्तु पठतु इदानीं करोतु. कृषकः रामः रामस्य. कृषकः कृषकस्य. सैनिकः सैनिकस्य. आरक्षकः आरक्षकस्य. अस्तु धन्यवादः. धन्यवादः विजयङ्की महोदय. नमस्ते भगिनि. पठतु. वैद्यः वैद्यस्य. स्क्रीन् इस् नाट् देर् ओके नाउ इट् इस् अवेलेबल. चित्रकारः चित्रकारस्य. भारवाहः भारवाहस्य. कर्मकारः कर्मकारस्य. चर्मकारः चर्मकारस्य. चर्मकारस्य. अग्रिममपि करोतु. तन्त्रज्ञः तन्त्रज्ञस्य. तन्त्रज्ञस्य. धन्यवादः महोदय. धन्यवादः. तत्र का अस्ति सीमा भगिनी. सीमा भगिनी कर्मकारः कर्मकारस्य. नर्तकः नर्तकस्य. लिपिकारः लिपिकारस्य. नटः नटस्य. धीवरः धीवरस्य. सुवर्णकारः सुवर्णकारस्य. आपणिकस्य. आर् विजयकुमार् धन्यवादः भगिनि. धन्यवादः. आर् विजयकुमार् महोदय. नमस्ते भगिनि. पठतु महोदय. I don't know why this problem is happening today. Not able to hear properly, Bhagini. Very feeble. उच्चैः वदतु महोदय. विक्रयिक विक्रयिस्य. गृहक विक्रयिकस्य. तत्र विक्रयिकस्य. विक्रयिकस्य. विक्रयिकस्य. उत्तमं धन्यवादः. धन्यवादः. ग्राहकस्य. धन्यवादः महोदय. प्रिया भगिनी. भगिनी केन् ऐ रिपीट् इट् वन् मोर् टैम्. You want to repeat it one more time? Or as you say, no problem. No, patatu, patatu. It's still, yeah. Okay. Aapanikah, aapanikasya. Vikrayikah. Aapanikasya. Because, ni is? Aapanikasya. Aapanikasya. Aapanikasya. अस्तु भगिनि. विक्रयिकः विक्रयिकस्य. गृहकः गृहकस्य. ग्राहकः क्षम्यतां. ग्राहकः ग्राहकस्य. नाट् रिफ्रेश्ड् भगिनि. या अस्तु. चषकः चषकस्य. गोपालकः गोपालकस्य. सेवकः सेवकस्य. अध्यापकः. अस्तु भगिनि धन्यवादः. धन्यवादः. इदानीम् अवगतं किमर्थम् इति. अस्तु अग्रे का अस्ति तत्र कविता भगिनी. कविता भगिनी आगच्छतु. आं भगिनि. अध्यापकः अध्यापकस्य, चालकः चालकस्य, लेखकः लेखकस्य, प्रबन्धकः प्रबन्धकस्य. धन्यवादः. धन्यवादः. धन्यवादः. अग्रे यशस्विनी भगिनी. निर्देशकः निर्देशकस्य, अर्चकः अर्चकस्य, पत्रवितारकः वितारकस्य पत्रवितारकस्य. धन्यवादः. धन्यवादः. अत्र प्रश्नः अस्ति, अहं पश्यामि. फोर् सम्बोधन फोर् सीता यु सेड् हे सीते, करेक्ट्? हे सीते, हे सीते, हे सीताः, करेक्ट्? Now my question is, why isn't Ekvachan he Sita? Mala, male, malaha, right? Sita with mala, male, malaha, and the first one is the rule says that it is male. Just as there is no reason why, now for example, in English, in the sixth vibhakti or in the possessive case, we put an apostrophe S, right? Right. We don't ask why it is with an apostrophe S. Okay. Because it is like that. I mean, it's a grammar rule. Okay. So, and Mala becomes Male, and we have to take Panini's word for it. Okay. Tatra, Vishalakshi Bhagini. Screen is not clear. Now? No. It is, it just you can continue. Maybe no, the no. problem is on my side. You can continue with that. Let me see. Are the others able to see the screen correctly? Yes. Then I think Vishalakshi Bhagini, you will have to reset your Vijay Sankhi Mohde. Vijay Sankhi Mohde. Namaste Bhagini. गायकः गायकस्य, पुरोहितः पुरोहितस्य, नायकः नायकस्य, पाचकः पाचकस्य. Everybody has to remember vachanam kim. This is all the ones that we are doing, only we have done the ekavachanam. Okay, because the dvivachanam and the Bahuvachanam are different. So Nayakasya becomes Nayakayoho and Nayakanam, that we have not introduced yet. I'll do it in the next class. Okay? Astu. Dhanyavadaha Mahodaya. Seema Kale Bhagini. Pathatu Bhagini. Shatraha Shatrasya. Pathatu. Ramaha Pandukaha. Yeah, now we are introducing, what is there in his possession. Ramaha, remember that what is there in the possession is in the Prathama Vibhakti. So Kandukaha is Prathama Vibhakti. Now over here they have written Kandukaha, but in many places you will find that Kandukam, it is Napumsakalinga. So it can be in Napumsakalinga or in पुंलिङ्गे अस्तु. इदानीं पठतु भगिनि, क्षम्यता. रामस्य कन्दुकः, गोपालकः गृहं, गोपालकस्य गृहम्. उत्तमम्. गणेशः मूषकः, गणेशस्य मूषकः. अन्यत् करोतु. कन्दः मयूरः, कन्धस्य मयूरः. धन्यवादः. I can see now. विशालाक्षी भगिनी आगच्छतु, पठतु. पठतु भगिनि. भगिनि विशालाक्षी भगिनि. सारी. पठतु. श्लोकः छन्दः, श्लोकस्य छन्दः, वृक्षः बिलं, वृक्षस्य बिलम्. अग्रे कामदेवः बाणः. कामदेवस्य बाणः. कामदेवस्य बाणं यदि अस्माकं प्रति आगच्छति तर्हि किं भवति? What I mean is, if Kamadeva's bana comes to us, then we know what happened. Astu. This is in a lighter vein. Pathatu bhagini. Okay. Abhishekaha amba. Abhishekasya amba. Uttama. Dhanyavadaha bhagini. Dhanyavadaha. R. Vijay Kumar Mahode. Kshamitam. Vijay Thanki Mahode Uttama. R. Vijay Kumar Mahode. पठतु महोदय किञ्चित्. हा किञ्चित् उच्चैः. छात्रलेखनी. छात्रस्य लेखनी. पुत्रस्य. हरि ओम्. पुत्र. बालकः. बालकस्य. बालकस्य द्विचक्रिका. जनककारयानं. जनकस्य कारयानं. पितामह उपनेत्रं. पितामहस्य उपनेत्रम्. हा कविता भगिनी सः वदति. हा सः वदति. हि विल् टेल्. सो लेट् हिम्. सूर्यस्य तापः. उत्तमं धन्यवादः महोदय. तत्र प्रिया भगिनी. आं भगिनि. सूर्यः तापः. सूर्यस्य तापः. अग्रिमम्. Still the screen is refreshing, Bhagini. I think the electricity has gone off. Krishna. Ramah Patni. Ramasya Patni Sita. Krishna Patni Rukmani. Krishnasya Patni Rukmani. Oba. अस्तु यां भगिनि. कृष्णस्य पत्नी रुक्मिणी. ओबामा महोदयः पत्नी मिशेल्. मिशेले इट्स् अस्तु भगिनि. ओबामा महोदयस्य पत्नी मिशेल्. धन्यवादः भगिनि. तत्र कविता भगिनी. आं भगिनि. दशरथः पुत्रः रामः. दशरथस्य पुत्रः रामः. जनकः पुत्री मैथिली. जनकस्य पुत्री मैथिली. अरविन्दः कारयनं. मर्सिडी. अरविन्दस्य कारयानं मर्सिडीस्. धन्यवादः भगिनि. यशस्विनी भगिनी आगच्छतु. यशस्विनी भगिनी आगच्छतु. स्कन्दः वाहनं मयूरः. स्कन्दस्य वाहनं मयूरः. नारायणः वाहनं गरुडः. नारायणस्य वाहनं गरुडः. धन्यवादः. अन्यत् एकं करोतु. दशरथः पुत्रः रामः. दशरथस्य पुत्रः रामः. शिवः पुत्रः. सोरि विशालाक्षी भगिनी. आम्. शिवः पुत्रः गणेशः. शिवस्य पुत्रः गणेशः. पाण्डुराजः पिता अर्जुनः. पाण्डुराजस्य पिता अर्जुनः. पाण्डुराजस्य पिता अर्जुनः, वाट् डस् इट् मीन् ट्रान्स्लेटेड्? पाण्डु पाण्डु पाण्डु अर्जुनस् फादर्. या या, बट् नौ वाट् यू से, पाण्डुराजस्य पिता अर्जुनः. नौ वेन् यू से दशरथस्य पुत्र, वेन् यू से दशरथस्य पुत्रः रामः, हु इस् हूस् सन् और् हू इस् हूस् फादर्? दशरथस्य नवीन से पाण्डुराजस्य पिता अर्जुनः, वाट् डस् इट् मीन्? अच्छा अच्छा, यू हैव टू टेल इट उल्टा, करेक्ट. अर्जुन अर्जुनस्य पिता पाण्डुराजः और पाण्डुराजस्य पुत्रः अर्जुनः. ओके ओके ओके. वासुदेवस्य पुत्रः कृष्णः, पुत्रः कृष्णः. सूर्यस्य पुत्रः कृष्णः. सूर्यस्य पुत्रः कर्णः. आं भगिनि. परशुरामः, क्षम्यताम् एकनिमिषः. परशुरामस्य शिष्यः कर्णः, द्रोणाचार्यस्य शिष्यः एकलव्यः, रामः रामस्य गुरुः वसिष्ठः, पद्मपादस्य गुरुः आदिशङ्करः. धन्यवादः. धन्यवादः. सीमा Now we are doing the form for the sarvanam, for the pronouns. Okay. Patatu Bhagini. Shashti Vibhakti, sixth noun designation for possessive case. Saha, far away. Tasya, his, far away. Eshaha, he is nearby. Etasya, his, nearby. Okay. Gaha, who. Kasya, is whose. Oh, dhanyavada. Dhanyavada. Tatra, R. Vijay Kumar Mahode. Uchya hai. Namaste, Bhagini. Uchya hi vada tu, Mahode. Kinshit Uchya. Please speak a little loudly, Mahode. Uchya. एषः कृष्णः. एषः कृष्णस्य जनक वसुदेवः. उत्तमम्. एषस्य एतस्य ओके एतस्य जनकः वसुदेवः. वसुदेवः स वसुदेवः. वसुदेवस्य पत्नी देवकी. But Saha, what is the sixth form of Saha? Sa. सः इस् तस्य वि डिड् इन् दन् सः बिकम् तस्य एषः एतस्य कः कस्य सोमयः एष एतस्य जनकः वसुदेवः सः वसुदेवः तस्य पत्नी देवकी अग्रे कः भगिनी सुभद्रा कस्य भगिनी सुभद्रा कस्य भगिनी सुभद्रा वाट् डस् इट् मीन् महोदय कस्य भगिनी सुभद्रा नो नो नो देट् इस् कुत्र कस्य भगिनी सुभद्रा मीन्स् हूस् सिस्टर् इस् सुभद्रा सुभद्रा इस् हूस् सिस्टर् हूस् हूस् कः इस् हू बट् कस्य इस् हूस् ओके कस्य सो हूस् भगिनी हूस् सिस्टर् इस् सुभद्रा ओके फार् एक्साम्पल् सः वासुदेवः तस्य पत्नी देवकी वाट् डस् इट् मीन् तस्य पत्नी देवकी His wife, Vasudeva, his wife is Tasya Patni Devaki. Avagata? Did you understand, Mahode? Aam. Dhanyavada, Mahode. Dhanyavada. Tasya Priya Bhagini. Aam Bhagini. Screen not refreshed, Bhagini. No, Bhagini. No, Bhagini. It is visible to us. No, the new screen? Mahode, which screen can you see? Shashti Vibhakti? Can you see the... Now we ask, Bhagini. Shashti Vibhakti. किं तु यत् किं यत्नत्वया कार्यो मैत्रिल्याः परिमार्गणे राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः वाल्मीकि रामायणं किं तु ऐडेण्टिफैङ्ग् फ्रोम् ऐडेण्टिफैङ्ग् द पोसेसिव् किं फोर् मास्कुलैन् वर्ड्स् किन्तु यत्नस्त्वया कार्यः मैथिल्याः परिमार्गणे राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः जस्ट् फार् जस्ट् टु टेल् यु हौ यु केन् टेल् द श्लोक नौ यु केन् रीड् द मीनिङ्ग् आल्सो भगिनि बिकास् मीनिङ्ग् अस्तु इम्पार्टेण्ट् हियर् अस्तु इण्डीड् एफर्ट् मस्ट् बि डन् बै यु इन् द ट्रेसिङ्ग् आफ् द प्रिन्सेस् आफ् मिथिला एण्ड् आफ् द evil minded fierce demon ravana rakshasasya raudrasya ravanasya sixth vibhakti हलो अग्रिमं करोतु भगिनि नाट् एबल् टु सी द स्क्रीन् भगिनि न भगिनि सेम् स्क्रीन् ऐ एम् टॉकिंग अबौट् अदर्स् नो द सेम् स्क्रीन् वाट् यू रेड् बिफोर् ओन्ली इस् दिस् स्क्रीन् Same thing. Oh, I'm sorry, but there is a network problem over here, I think. Now can you speak? Can you speak? Na bhagini. Give me a second. Ah, yes. Yeah, it has come. Now able to see, bhagini. Patram. Patrasya. Neuter gender, the anusara, and you put patrasya. Same like omling shabda. Astu. Patatu bhagini. Patram. पत्रस्य पुष्पं पुष्पस्य पुष्पं पुष्पस्य फलं फलस्य नयनं नयनस्य नेत्रं नेत्रस्य तोयं तोयस्य धन्यवादः पूजा भगिनी आं भगिनि पर्णं पर्णस्य कन्दुकं कन्दुकस्य इस् इट् करेक्ट् इट् इस् करेक्ट् वी हेव् जस्ट् गिवन् इन्फर्मेशन् ओवर् हियर् दट् कन्दुकः और् कन्दुकं यू केन् यूस् बोत् फोर् बोन् ओके ओके चिम्बुकं सोरी चिबुकं चिबुकस्य अन्नम् अन्नस्य दुग्धं दुग्धस्य दुग्धस्य लवणं उत्तमं लवणं लवणस्य वाट् इस् लवणस्य मीन् भगिनि I don't know. So possessive case means the one that we use in English with the apostrophe. So okay. Salt apostrophe S. Salt. Milk M-I-L-K apostrophe S. Milks. This is all ekavachanam. Okay? Okay. Tatra. कविता भगिनी आं भगिनि कविता भगिनी आं भगिनि पात्रं पात्रस्य पत्रं पत्रस्य मित्र चित्रं चित्रस्य वनं वनस्य जलं जलस्य भवनं भवनस्य लखं नखस्य धन्यवादः भगिनि यशस्विनी भगिनि cannot hear her. Sorry. Graham Dwaram. Vishalakshi Bhagini. Graham Dwaram. Grahasya Dwaram. Phalam Bijam. Phalasya Bijam. Mitram Patni. Mitrasya Patni. Vahanam Chalakaha. Vahanasya Chalakaha. Mahabharatam Adhyayaha. महाभारतस्य अध्यायः पुस्तकं पुटः पुस्तकस्य पुटः Can't hear now. No, I stopped. I thought someone else will tell. Oh. Yeah, Darshana, Darshana ma'am is not told to tell yet. You can't hear her now. That's why I stopped. because someone else will tell. Kshamyatam, Kshamyatam, there seems to be some problem with my... Yeah, we can hear you, but now. Now you can hear me, no? So what we'll do is now, since there are only few minutes left and I don't have my laptop, we'll do some conversation, okay? So Yashaswini Bhagini, Agachatu. Yeah. Yashaswini Bhagini, Bhavatya Bhagini. भवत्याः भवत्याः पुत्रस्य नाम किम्? अहं पुत्रस्य नाम आशुतोषः. हा, तर्हि अहम् इस् वाट्? अहम् इस् माय. अहम् इस् आय. आय् एम् यशस्विनी. सो माय् इस् मम. मम ओके, षष्ठी विभक्ति आफ् आय्. इट् इस् द सेम् इन् आल् द थ्री जेण्डर्स्. ओके, सो मम पुत्रस्य नाम आशुतोषः. अस्तु, सः तत्र अस्ति किम्? सः तत्र अस्ति किम्? आम्, अत्र अस्ति. आम्, धन्यवादः. अत्र अस्ति. आम्, सः अत्र अस्ति. हि इस् हियर्. धन्यवादः. धन्यवादः. धन्यवादः. विशालाक्षी भगिनी आगच्छतु. आं भगिनि, प्लीज् आस्क् मी माय् सन्स् नेम्. भवत्याः पुत्रनाम किं? पुत्रस्य नाम किं? पुत्रस्य नाम किम्? अस्तु, नौ यू ओन्ली आन्सर् द क्वश्चन्. ऐ एम् आस्किङ्ग् यू द क्वश्चन्. भवत्याः पुत्रस्य नाम किम्? मम पुत्र नाम सञ्जीव. पुत्रस्य नाम. क्षम्यताम्. Where is the sound coming from? Astu. Astu. Bagini. Can you hear me? I can hear you. Can you hear me? Yes. Okay. Just 1 minute, Bhagini. Just one. क्षम्यताम्. इदानीं श्रूयते किम्? श्रूयते, श्रूयते. अस्तु, तर्हि विशालाक्षी भगिनी पृच्छतु माम्. मम पुत्रस्य नाम? विशालाक्षी भगिनी, I can hear you. I don't know about the others. Yeah, I think Vishal Bhagini cannot. Vishal actually hear. Left the meeting. Vijay Mahode? Vijay Mahode? Aam Bhagini. Maam Prichhatu, Mama Putrasya Nama. Bhavatyaha Putrasya Nama Kim. Astu, Idani Uttaram Dadatu. भवतः पुत्रस्य नाम किं? पुत्रः नास्ति चेत् चिन्ता मास्तु, किमपि वदतु. मम पुत्रस्य नाम कार्तिकः. धन्यवादः महोदय. विजयकुमार महोदय आर् विजयकुमार महोदय मां पृच्छतु मम पुत्रस्य नाम भवत्य नाम किम् भवत्याः बिकास् ऐ एम् अ लेडी भवत्या नाम किम् भवत्याः भवत्याः नाम किम् मम नाम राधा अस्तु इदानीं मम पुत्रस्य नाम पृच्छतु आस्क मी मै सन्स् नेम् भवत्याः भवत्याः इस् योर्स् फार् अ लेडि भवत्याः पुत्र नाम किं पुत्रस्य नाम किम् अस्तु धन्यवादः भवान् वदतु भवतः पुत्रस्य नाम किम् मम पुत्र पुत्रस्य नाम किम् नाम किमपि वदतु रामः अस्तु धन्यवादः महोदय प्रिया भगिनी मां पृच्छतु आं भगिनि भवत्याः पुत्रस्य नाम किम् मम पुत्रस्य नाम श्रेयसः नाम न वदनीयं नाम ओ मम पुत्रस्य नाम श्रेयसः उत्तमं धन्यवादः पूजा भगिनी मां पृच्छतु आं भगिनि भवत्याः पुत्रस्य नाम किम् इदानीम् उत्तरं ददातु मम पुत्रस्य नाम रामः उत्तमं कविता भगिनी This is just for conversation because I lost network. Kavita Bhagini, maam pruchhatu, maam pruchhatu. Bhavatyaha putrasya nama kim? Uttaram dadatu. Mama putrasya nama Kartika. Uttama. Idanim eka nimishaha aham. Idanim tatra udghatanam karishyami. क्षम्यताम् अद्य क्लेशस्य कृते Anytime, all of you also can refer to all these documents. They are very, very useful. They are very handy. And anytime you all can access these, it's quite freely available. So whenever you feel like doing some revision, then you can easily go over here. अस्तु भगिनी पठतु इदानीं प्रिया भगिनी वी आर नॉट गेटिंग एनी स्क्रीन नो डोंट नो अबाउट द अदर्स बट आई एम नॉट गेटिंग एनी नो नो नो इवन आई एम नॉट गेटिंग नॉट एबल टू सी द स्क्रीन हैव टू रीशेयर स्क्रीन न दृश्यते दृश्यते दृश्यते इदानीं दृश्यते किम् आम् भगिनि आम् आम् आम् यस् आम् आम् इदानीं प्रिया पठा. गृहं गृहस्य द्वारं फलं बीजं फलस्य बीजं मित्रं पत्नी मित्रस्य पत्नी वाहनं चालकः वाहनस्य चालकः महाभारतम् अध्यायः महाभारतस्य अध्यायः पुस्तकं पुटः पुस्तकस्य पुटः. What does पुस्तकस्य पुटः mean भगिनी? Books the page number. What is the book's page number? Page number would have been sankhya over there. Okay. So page, the book's page, that's all. Astu bhagini. धन्यवादः भगिनी. धन्यवादः. अत्र पूजा भगिनी. आं भगिनि. चलनचित्रं नटिः नटी ओके यस् नटी चलनचित्रस्य नटी करेक्ट् यस् पत्रं वर्णः पत्रस्य वर्णः. What does it mean भगिनी पत्रस्य वर्णः? The color of the leaf. उत्तम अग्रे. वस्त्रं सूत्रं वस्त्रस्य सूत्रं the thread of the cloth. पुष्पं पुष्पाधानी पुष्पस्य पुष्पाधानी the vase of the flowers. जीवन जीवनं लक्ष्यं जीवनस्य लक्ष्यं the goal of life. मन्दिरं परिसरः मन्दिरस्य परिसरः the environment of the temple. क्षेत्रं कूपः क्षेत्रस्य कूपः the well of the field. उद्यानं पुष्पम् उद्यानस्य पुष्पम् the flowers of the garden. I would like to continue for about 10 minutes more. Is it okay with everybody? Yes. Aam bhagini. Yes. Dhanyavadah bhagini. Kavita bhagini. Aam bhagini. शाकुन्तलस्य लेखकः कालिदासः रामायणं वाल्मीकिः रामायणस्य लेखकः वाल्मीकिः वाल्मीकिः महाभारतस्य लेखः व्यासः लेखकः व्यासः व्यासः तिरुकुरल् लेखः वल्लुवर् तिरुकुलस्य लेखकः वल्लुवर् उत्तमं शिलपदिकारं इलङ्गो शिलपदिकारस्य See how you should read it when the when there is a conjunct before which there is a raswa the half of the conjunct you should read along with the earlier raswa varna silap padhikaram so silap padhikarasya patatida ha silap padhikarasya lekhakah ilango dhanyavaad dhanyavaad yashasvini This is revision, we have done it, but... Tat, far away, tasya, far away. It's over here. It. There it is. It's. It's far away. Etat. It nearby. Etasya. It's nearby. Kim. Which. Kasya. Whose. Okay. So over here. It means what? Of it. Okay. Of it. Astu patat. Mitrasya graham. Kim, one minute, Kim becomes Kasya, no? Kasya. Kasya Griham, Ramasya Griham. Etat Kasya Griham. Putra. Kasya Griham. Ramas. Kasya Griham, Ramasya Griham. Ramasya Griham. Etat Dwaram Putraha. Putraha Nasi Putra. पुत्रः नास्ति पुत्र तावदेव एतस्य द्वारं कुत्र एतस्य द्वारं तत्र अस्ति व्हाट इज द मीनिंग ऑफ एतस्य द्वारं कुत्र वेयर इज इट्स डोर करेक्ट तत् वर्णकः ततस्य वर्णः तस्य वर्णः क कः तस्य वर्णः रक्तवर्णः रक्तवर्णः रक्तवर्णः ब्लड् रेड् रेड् रेड् रेड् अस्तु विशालाक्षि भगिनी आं भगिनी दिस् इस् फ्रोम् द भगवद्गीता फस्ट् चाप्टर् अस्तु पठतु केन् ऐ रीड् इट् इन् ट्यून् ओन्लि यु मस्ट् रीड् इट् इन् ट्यून् ओन्लि इफ् यु केन् ओके अस्माकं तु विशिष्टाये तान्निबोधद्विजोत्तम नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते सैन्यस्य इस् द तृतीय विभक्ति षष्टि विभक्ति सारी षष्टि विभक्ति ऑन आर साइड ऑल्सो नो दोज हु आर द मोस्ट डिस्टिंग्विश्ड ओ बेस्ट ऑफ द ट्वाइस बोर्न द लीडर्स ऑफ माय आर्मी दीज आई नेम टू दी फॉर दाय स्पेशल नोटिस दीज आर थिंग्स विच वी हैव डन लास्ट टाइम सो आई विल नॉट रिपीट इट अस्तु So we have completed the sixth vibhakti. Please remember that what we have done today is the ekavachanam shashti form, sixth case form of pumlinga shabda. Like that only you will have dvivachanam and bahuvachanam forms. It is there over here in our grammar book, so when I write, when I give you homework, I may ask you to use these forms because once the logic is understood, then it will be easy to do the So over here, if you can see, etasya etayoho etesham, it means of this one male, of these two males put together, that means of there, and etesham, of these many males put together. So etesham, like that only. If Vishalakshi Bhagini, you are online, so you can read this, read the all the three forms. Acha of shashti vibhakti, no? Yeah. Shashti of in the possessive sense. Tasya of that males. Tayoho of those two males, these two males. Tesham of those more than two males of these males. Ramasya, that Ramas. Ramayoho of those two Ramas. Ramanam of those or more than two Ramas. Okay, so supposing now the word is Krishna. Then how will you tell the sixth vibhakti, all the three forms? Tell me, all the three numbers. Krishnasya, Krishnayoho, Krishnam. Krishna naam. Rama becomes Rama naam, so Krishna becomes Krishna naam. Krishna naam, okay. Then, yeah. Dhanyavada. Thank you. Dhanyavada. So, Vijay Mahode, Bhavan api patotu ekvaram. All the three forms. Namaste. Ramasya, Ramayoho, Ramanam. Idanim. Patatu. Tasya, Tayoho, Tesham. Okay, now logically, okay, if it is the first one, if it is etad shabda, and the first one is etasya, then what will be the three forms be? Etasya, etayoho, etanam. Etesham. Etesham. We are doing of the pronoun. This is the pronoun, and this is Rama is the noun. Okay. Supposing it is Shiva is the Pratipadikam. Then what are the Shashti Vibhakti forms? Shivasya, Shivayoho, Shivanam. Shivanam. Over here, Rama Nam, because of the Ra, don't get confused, it is Shivanam. Okay? Okay. What does Shivanam mean? Shivanam means there are more than two Shivas. Yeah. And off there. Okay? Off there. Uttama. Okay. Dhanyavada. Mahode. Shigram Pathamaha. Vijay Kumar Mahode, Pathatu. All the three forms. Ramasya, Ramayoho. Ramasya, Ramayoho, Ramayoho. Ramayoho. Ramanam. Tasya, Tayo, Tesham. Tayoho. Visarga. Tayoho, Tesham. Uttam. Priya Bhagini. Aam Bhagini. Shashti Vibhakti. Tasya, Ramasya. Tayo, Ramayoho. तयोः तत्र एकनिमिष तत्र किमर्थं न दृश्यते किं तयोः तत्र विसर्गः अस्ति ओ तयोः रामयोः तेषां रामाणाम् उत्तमं धन्यवादः भगिनि तत्र पूजा भगिनि आं भगिनि पठतु भगिनि तस्य तयोः तेषां रामस्य रामयोः रामाणाम् उत्तमं धन्यवादः भगिनी जस्ट् टु कविता भगिनी आं भगिनि तस्य तयोः तेषां रामस्य रामयोः रामाणाम् उत्तमं धन्यवादः यशस्विनी भगिनी पठतु तस्य तयोः तेषां रामस्य रामयोः अस्तु तर्हि अद्य किञ्चित् क्लेशान् अनुभूतवन्तः वयं क्षम्यतां तस्य कृते अनेकवारं क्षम्यतां यशस्वी भगिनी भवती एव पठतु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् शान्तिः दुःख व्हाट आई से I said something else. It's okay. Chintamani. Dukha bhag bhavitu om shanti. धन्यवादाः अनेके सर्वेभ्यः, पुनर्मिलामः. धन्यवादाः भगिनी. धन्यवादः धन्यवादः भगिनी. धन्यवादः. धन्यवादः.